नमस्कारः, अस्माकं व्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः इति विषयः अस्ति। तर्हि गतवर्गे प्रक्रिया अपि च प्रकरणम् अनयोः भेदः कः इति ज्ञातः। प्रकरणं नाम किम् इति अत्र कोऽपि स्मारयति वा? अत्र गीताञ्जलि भगिनी वदतु, प्रकरणं नाम किम्? आं भगिनि, प्रकरणम् इत्युक्ते एकत्र इत्युक्ते एकस्मिन् स्थले एव सम्पूर्णसूत्राणि किमपि एकं विषये तत्रैव सन्ति, ते वयं केन बुद्धम् अनुवृत्तिकारणेन वयं सर्वाणि सूत्रा सर्वाणि सूत्राणि वयम् अवगतम् इत्युक्ते अनुवृत्ति सहितसूत्रं यदि वयं पठामश्चेत् उपरि सूत्रं यत् यत् पदानि दत्तानि ते स्वीकृत्य सूत्रस्य अर्थ बोधितुं शक्नुमः। एकत्र सर्वाणि सूत्राणि दत्तं, तदेव एकस्मिन् विषये प्रकरणं, यथा इत्संज्ञा प्रकरणम् अस्ति इत्युक्ते सर्वाणि इत्संज्ञा विषये सूत्राणि सन्ति, ते सर्वाणि एकस्मिन् स्थले एव दत्तं। बहु लघु सूत्राणि सन्ति पृथक् पृथक्, किन्तु सम्पूर्ण अर्थः तु वयम् अवगतमेव। समीचीनम् अग्नि, समीचीनं, तथैव अस्ति। प्रकरणम् इत्युक्ते एकस्मिन् विषये यानि यानि सूत्राणि सन्ति तेषां सर्वेषाम् एकत्र भवनम् एव प्रकरणम् इति वदामः। इत्युक्ते अत्र प्रकरणे एकविधकार्यं भवति, इत्युक्ते आत्वप्रकरणम् इत्युक्ते आकारादेशः भवति, सम्प्रसारणं प्रकरणम् इत्युक्ते तत्र केवलं सम्प्रसारणसूत्राणि भवन्ति, अथवा णत्वप्रकरणम् इत्युक्ते केवलं णत्वसम्बद्धसूत्राणि भवन्ति, तदेव प्रकरणम् इति वदामः। अष्टाध्यायी इति ग्रन्थस्य आकृतिः कथम् अस्ति इति चेत्, तत्र सूत्राणाम् आयोजनं कथम् अस्ति इति चेत्, प्रकरणरूपेण अस्ति, एकविधकार्यम् एकत्र भवन्ति। किमर्थं तथा आयोजितम् इति चिन्तयामः चेत्, चिन्तनमस्ति वा किमर्थं तादृश आयोजनम् अस्ति? गोमती भगिनी किं चिन्तयति? लघुत्वं भवति, यदा वयं प्रक्रिया कुर्मः चेत् अष्टाध्यायां पूर्णतया डोण्ट् हाव् टु सी स्थले प्रकरण सर्व यानि यानि सूत्राणि आवश्यकानि तानि सर्वाणि सूत्ररूपेण एकस्मिन् स्थले अस्ति चेत् लघुत्वं भवति। कथं भवति लघुत्वम् एकस्मिन् स्थले अस्ति चेत्? कथं भवति लघुत्वम् एकस्मिन् स्थले वयं प्राप्तुं शक्नुमः तानि सूत्राणि, इत्संज्ञक उदाहरणार्थम् इत्संज्ञकप्रकरणं प्रक्रियासमये वयम् इत्संज्ञकस्य अपगमनं वि हौ टु डु, तानि सूत्राणि वयं यदा स्मरति चेत् इत्संज्ञकप्रकरणं दृष्ट्वा इत्संज्ञा भवति वा न वा द्रष्टुं शक्नुमः, तु सौलभ्यं भवति, सुलभतया वयं प्रश्नं परिहर्तुं शक्नुमः. समीचीनं भगिनि. इत्युक्ते प्रकरणरूपेण आयोजनस्य प्रयोजनं किम् इति चेत्, किमर्थं पाणिनिना एतादृश आयोजनं कृतम् इति पृच्छामः चेत्, तर्हि एकमस्ति लघुत्वं. लघुत्वं कथम् अस्ति इति चेत्, तत्र अनुवृत्त्यर्थं तत्र सौलभ्यं भवति. यथा तत्र इत्संज्ञाप्रकरणे वयं पश्यामः अग्रे, एकस्मात् सूत्रात् इत् इति पदं सर्वत्र आनयितुं शक्नुमः. तस्मिन् लाघवम् अपि अस्ति, अतः लघुत्वम् इति एकं प्रयोजनम् अस्ति. अपि च समग्रचिन्तनं भवति, सम्पूर्णतया चिन्तनं भवति प्रकरणे. इत्युक्ते कुत्र किं भवितुम् अर्हति, कुत्र किं न भवितुम् अर्हति इति तादृशसमग्रचिन्तनं भवति. कुत्र प्रसक्तिः भवति, कुत्र निषेधः भवति, कुत्र अपवादः अस्ति, कुत्र उत्सर्गः अस्ति इति एतादृशसमग्रज्ञानं भवति. इत्युक्ते अष्टाध्याय्यां केवलम् एकमेव सूत्रं वयं जानीमः, उत्सर्गसूत्रम् एव जानीमः, तदेव सर्वत्र कार्यं करोति इति विचिन्त्य वयं कार्यं कुर्मः चेत् दोषः भवति. यावत्पर्यन्तम् अपवादः कः, अपवादस्य अपवादः कः, कुत्रचित् अपवादस्य निषेधः भवति, कुत्रचित् निषेधस्य पुनर्प्रसवः भवति, पुनः तस्य विधानं भवति इति तादृशं बहुत्र पश्यामः. अतः यावत्पर्यन्तं कुत्र प्रसक्तिः, कुत्र निषेधः, कुत्र पुनः प्रसवः इति तादृशज्ञानं न भवति, तावत्पर्यन्तं सूत्रस्य प्रयोगे क्लेशः भवति. इष्टरूपप्राप्त्यर्थं क्लेशः भवति. अतः समग्रचिन्तनार्थं प्रकरणरूपेण आयोजनं बहु समीचीनम् अस्ति. अपि च मनसि अपि सूत्रार्थः स्पष्टः भवति. एकस्य सूत्रस्य विषये तत्र सूत्रं किं वदति, सूत्रस्य विषयः कः इति वयं जानीमः चेत्, तदनन्तरं तस्य अनन्तरं यत् सूत्रमस्ति तदपि तस्मिन्नेव विषये अस्ति, तस्मिन्नेव विषये इतोपि किञ्चित् अस्ति, अपवादरूपेण वा निषेधरूपेण वा अन्यत् किमपि अस्ति. अतः विषयः कः, एकस्मिन् विषये सर्वाणि सूत्राणि सङ्गृह्य पठामः चेत् मनसि तत्र ज्ञानं दृढं भवति, क्लेशः न भवति. केवलम् एकमेकमेव सूत्रं स्वीकृत्य प्रक्रियारूपेण पश्यामः चेत् क्लेशः भवति, समग्रचिन्तनं न भवति. अपि च अन्यत्र तादृशप्रसङ्गे इदं सूत्रं कार्यं करोति वा, अन्यत् सूत्रं कार्यं करोति वा इति चिन्तनं न भवति. अतः प्रकरणरूपेण पठनेन प्रयोजनम् अस्ति एव. तस्य अर्थः नास्ति यत् प्रक्रियाग्रन्थः त्यक्तव्यः इति नास्ति. प्रक्रियाग्रन्थः अपि आवश्यकः एव, यतोहि पदस्य निर्माणार्थं तत्र प्रक्रियाग्रन्थः आवश्यकः. तर्हि इदानीं प्रश्नः अस्ति, प्रकरणं नाम किम् इति ज्ञातं. समानप्रकारककार्याणि एकत्र भवन्ति चेत् तत् प्रकरणम् इति वदामः. तर्हि प्रक्रिया नाम का इति प्रश्नः. तर्हि उमा भगिनी वदतु, प्रक्रिया इत्युक्ते? प्रक्रिया इत्युक्ते निर्माणार्थम् आवश्यकता सोपानः क्रमेण वक्तव्यं, तदेव प्रक्रिया इति. कस्य निर्माणार्थं? सुबन्धातिगन्ध पदस्य निर्माणार्थं प्रक्रिया, कानि कानि सोपानि आवश्यकानि क्रमेण तेषां वक्तव्यं. तस्मात् पूर्णतया पदनिर्माणं भवितुं शक्यम्. समीचीनं भगिनि, समीचीनम्. तर्हि प्रक्रिया इत्युक्ते, भगिनी कृपया म्यूट् करोतु. हा, प्रक्रिया इत्युक्ते यत्र इदानीं प्रकरणम् इत्युक्ते तत्र समानप्रकारककार्याणि भवन्ति इति उक्तं. प्रक्रियाग्रन्थेषु तादृशकार्याणि, यत्र अष्टाध्याय्यां सूत्राणि सन्ति, सूत्राणां कार्याणि कुत्र भवन्ति, कस्मिन् प्रसङ्गे भवन्ति इत्युक्ते, एकं प्रसङ्गं स्वीकृत्य तस्मिन् प्रसङ्गे कथं पदस्य निर्माणं भवति, तत्र सोपानानि कानि, प्रथमं कार्यं किं भवति, द्वितीयं कार्यं किं भवति इति तादृशचिन्तनं यत्र भवति तदेव तत्र प्रक्रिया इति वदामः. तदर्थम् अस्माकं करपत्रे उदाहरणमस्ति, जयति इति क्रियापदमस्ति. जयति इति क्रियापदस्य निर्माणार्थं कानि कानि सोपानानि सन्ति. जयति इति तिङ्गन्तं पदमस्ति, तदर्थम् अत्र तिङन्तपदं धातुतः विधीयते इति जानीमः, तदर्थं धातुः कः? तर्हि धातुतः तिङ्प्रत्ययः विधीयते, तदनन्तरं तत्र तिङ्प्रत्यये इत्संज्ञकवर्णानां लोपः, तदनन्तरं तत्र विकरणप्रत्ययस्य विधानं, तदनन्तरं तत्र विकरणप्रत्ययस्य संज्ञा, सार्वधातुकसंज्ञा, तदनन्तरं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि, तदनन्तरं सन्धिकार्याणि इति तादृशसोपानानि यत्र सन्ति तदेव प्रक्रिया इति वदामः. तर्हि प्रक्रिया कुत्र पठति? पठति नास्ति, अत्र करपत्रमस्ति खलु, गतवर्गे अस्माभिः करपत्रात् पठितमासीत्, तस्मिन् विषये पुनः स्मरणम् इदानीं सञ्जायते. करपत्रे जयति इति पदमस्ति खलु, पश्यति वा? अष्टाध्यायी समग्रदृष्टिः इति करपत्रे. अष्टाध्यायी समग्रदृष्टिः मम ई पत्रम् अस्ति खलु इदानीं. फिफ्त् वन् इति प्रक्रिया वा प्रकरणं वा? समासः इति प्रकरणम् अपि अस्ति, प्रक्रिया अपि अस्ति. समस्तपदस्य निर्माणार्थं यानि यानि सोपानानि सन्ति तानि तत्र प्रक्रियायां भवन्ति, तानि सोपानानि. समासः इति प्रकरणमपि अस्ति अष्टाध्यायं, समासप्रकरणे समाससम्बद्धसूत्राणि सन्ति. अष्टाध्यायां समासप्रकरणम् इति अस्ति, तद्धितप्रकरणम् इति अस्ति, अनन्तरं प्रत्ययाः एकस्मिन् स्थाने एव भवन्ति. तत्र तु किमपि संशयाः भवितुं न अर्हति, परन्तु तिङ् भवति, भवतः, भवन्ति इति यदि वयं किं व्युत्पत्तिदृष्ट्या यदि पठामः तर्हि अष्टाध्याय्यां प्राब्लं भवति. तत्र प्रक्रिया किमर्थं प्राब्लं भवति? तत्र प्रत्ययाः सर्वे प्रत्ययाः एकत्र एव सन्ति खलु, तिङ्प्रत्ययः सर्वे प्रत्ययाः एकत्र एव सन्ति, तर्हि किमर्थं तत्र क्लेशः? सन्धिकार्यं भवति कुत्रचित्, प्रक्रियायां क्लेशः भवति इति वदति वा? कुत्र भवति, कथं भवति, भवतः? तादृशक्लेशः समासप्रकरणे अपि अस्ति. समासप्रकरणे अपि अन्यानि सूत्राणि प्रसक्तानि खलु, सन्धिसूत्राणि प्रसक्तानि, नत्वसूत्राणि प्रसक्तानि इति सर्वत्र तादृशक्लेश. तत्रापि अन्येषु स्थलेषु सूत्राणि स्वीकृत्य एव अवगमनं भवति वा? सत्यं सत्यं सत्यम् वस्तुतः समासप्रकरणं कर्तुं तत्र सम्पूर्ण अष्टाध्यायं तत्र समग्रज्ञानम् अस्ति चेदेव समासप्रकरणं कर्तुं शक्नुमः. कारकप्रकरणस्य ज्ञानस्य आवश्यकता अस्ति, तदनन्तरं तत्र सन्धिसूत्राणाम् आवश्यकता अस्ति, तदनन्तरं तत्र समासान्तप्रत्ययनं दृष्टवन्तः. अष्टमे अध्याये किमपि आसीत् खलु, इदानीं आगच्छति चोहकुः. तर्हि अष्टाध्याय्यां पूर्णतया पठित्वा अनन्तरं प्रक्रियाग्रन्थं पठामश्चेत् द्वयोः लाभाय भवति इति, एवं खलु? तथा चिन्तयितुं शक्नुमः, तथा चिन्तयितुं शक्नुमः. इत्युक्ते वस्तुतः किं पूर्वं किं कुर्वन्ति इति चेत्, प्रथमम् अष्टाध्यायः कण्ठस्थीकरणं भवति, समग्र अष्टाध्यायः कण्ठस्थीकरणं भवति. कण्ठस्थीकरणेन लाभः कः इति चेत्, पूर्वसूत्रं किं, सूत्रं कुत्र अस्ति इति ज्ञानं भवति. कुत्र अस्ति इति जानीमः चेत् कार्यं किम् इति ज्ञातुं शक्नुमः, झटिति कार्यं किम् इति ज्ञातुं शक्नुमः. तस्मिन् अध्याये अस्ति कीदृशकार्यम् इति जानीमः चेत् तदनन्तरं स्मरणे आगच्छति, तत्र सूत्रस्य आकृतिं दृष्ट्वा सूत्रं कीदृशकार्यं करोति इति ज्ञानं भवति चेत् झटिति प्रक्रियायां तत्र क्लेशः न भवति. अतः कण्ठस्थीकरणं प्रथमं भवति, तदनन्तरं तत्र प्रक्रियाग्रन्थं स्वीकृत्य पठन्ति, एकमेकम् अध्यायं स्वीकृत्य पठन्ति. परन्तु तत्र यथा वयम् अस्माकं वर्गे इदानीं कुर्मः, प्रथमं तत्र तिङन्तप्रकरणं पठामः, तिङन्त इत्युक्ते सार्वधातुकलकाराः पठामः, तदनन्तरम् आर्धधातुकलकाराः इति, तादृश विभजनेनापि महान् लाभः एव अस्ति. वयं तु इदानीं प्रथमम् अष्टाध्यायी सम्पूर्णतया न पठामः खलु, तत्र एकमेकं भागं स्वीकृत्य पठामः. इत्युक्ते सम्पूर्ण अष्टाध्यायं पठित्वा एव प्रक्रियाग्रन्थं प्रक्रियाग्रन्थः स्वीकरणीयः इत्यपि न वक्तुं शक्नुमः. यतोहि सम्पूर्ण अष्टाध्यायी अध्यायाः अवगमनार्थं तत्र बहवः अध्यायाः सन्ति खलु, तेषां सर्वेषाम् अवगमनार्थं तत्र समयः अपि अपेक्षितः. अतः किञ्चित् मिडिल् ग्रौण्ड् स्वीकुर्मः चेत् अस्माकं कृते समीचीनं भवति. अस्तु, प्राप्तं खलु रमा भगिनी? हा, अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च समग्रदृष्टिः, तदेव न अष्टाध्याय्याः समग्रदृष्टिः इति अस्ति. तत्र 05 04 05. हा, 04 02 05 नास्ति भवती. अष्टाध्याय्याः अष्टाध्याय्यां प्रत्यया प्रक्रिया इति अस्ति, प्रत्ययः प्रक्रिया इति, तत् नास्ति. 02 प्रकरणं प्रक्रिया च ये एक्साम्पल्. सत्यं सत्यम्, उदाहरणं सत्यम्. अस्तु, तर्हि इदानीम् अस्माकम् उदाहरणरूपेण प्रकरणम् इत्यस्य उदाहरणम् अस्ति इत्संज्ञाप्रकरणम्. अस्माभिः पूर्वमेव पठितम् एतानि सूत्राणि पठितानि एव पूर्वं, पुनः एकवारं पश्यामः प्रकरणम् इत्यस्य उदाहरणं दृष्ट्वा अग्रे सरेम. भगिनी क्षम्यतां, भगिनी प्रक्रियाग्रन्थ किमपि एकं विशिष्टग्रन्थः अस्ति वा? कौमुदीग्रन्थः अस्ति खलु, प्रक्रिया बहवः ग्रन्थाः सन्ति. सिद्धान्तकौमुदी इति प्रक्रियाग्रन्थः अस्ति, लघुकौमुदी अपि प्रक्रियाग्रन्थः अस्ति. अस्तु अस्तु अस्तु, धन्यवादः. तर्हि इदानीं विमला भगिनी पठति वा प्रकरणं? आं भगिनि, तत्र प्रकरणमित्युक्ते अस्माभिः तत्र इत्संज्ञासूत्राणि सन्ति खलु. अत्र प्रथमम् उदाहरणम् अत्रतः. सत्यम्, अत्र प्रथमम् उदाहरणम् अस्माकं परिचितम् इत्संज्ञाप्रकरणम्. अस्मिन् क्रमेण अष्टसूत्राणि सन्ति, यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा. अनेन प्रकटं भवति यत् श्रूयते. हा हा, अस्तु. अत्र प्रथमम् उदाहरणम् अस्माकं परिचितम् इत्संज्ञाप्रकरणम्. अस्मिन् क्रमेण अष्टसूत्राणि सन्ति, यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा. अनेन प्रकटं भवति यत् येषाम् अष्टानां सूत्राणाम् अवगमने, मनसि दृढीकरणे च अष्टाध्याय्याम् एव पठनेन सौकर्यं, यत्र क्रमेण सूत्रेण प्राप्यन्ते. अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अपि. प्रथमतः उपदेशे अच् अनुनासिक इत्, प्रथमाध्यायः तृतीयभागः. सूत्रं पुनः पठतु भगिनि. उपदेशे जनुनासिक इत्. हा, समीचीनं. सूत्रं स्वयं सम्पूर्णम्, उपदेशे अच् अनुनासिकः इत्. प्रथमं यत् मया पठितं भगिनी, एकः प्रश्नः अस्ति यत्र वयं यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थम् इति लिखितं, सूत्रस्य इत्युक्ते प्रत्येकस्य इति न वक्तव्यं किं? प्रत्येकस्य नास्ति, प्रत्येकम् इति कीदृशपदमस्ति, कोऽपि वदतु. समासपदं किं? समस्तपदं, कीदृशसमासः? अव्ययीभावः न, अव्ययीभावसमासः अस्ति. प्रति यथा, प्रति प्रति एकं, प्रत्येकम् एकं प्रति, एकमेकं प्रति प्रत्येकम् इति अव्ययीभावसमासः अस्ति. अव्ययीभावसमासे षष्ट्यन्तपदस्य प्रत्येकम् इति रूपमस्ति, षष्ट्यन्तस्यापि प्रत्येकम् इत्येव रूपम्. अतः प्रत्येकस्य इति वदामः चेत् दोषः अस्ति. प्रत्येकात् इति भवति वा भगिनि? हा, प्रत्येकात् सूत्रात् इति समीचीनमस्ति, प्रत्येकात् सूत्रात् इति समीचीनम् अपि भवति. हा, सत्यं. प्रत्येकेन सूत्रेण इति समीचीनमस्ति, अथवा प्रत्येकं सूत्रेण इति अपि समीचीनमस्ति. सप्तमी विभक्तौ प्रत्येकस्मिन् सूत्रे. किमर्थं प्रत्येके नास्ति वा? एक इति तत्र सर्वनामशब्दः अस्ति. न, परन्तु प्रत्येकम् इति तु अव्ययीभावः. न, तत्र तृतीयसप्तमी बहुलम् इति बहुलेन तत्र एक इति पदेन एकस्मिन् इति अपि भवति खलु, प्रत्येकस्मिन्. एक इति पदे षष्टिविभक्ति एकं भवति किं भगिनि? न, अव्ययीभावसमासे तत्र अव्ययीभावसमासे षष्ट्यन्तरूपमपि प्रत्येकम् इत्येव अस्ति. ओ अस्तु, षष्ट्यन्तरूपमपि प्रत्येकम् इत्येव अस्ति. किमर्थं तथा अस्ति इति ज्ञातुम् इच्छति चेत् अस्माकं समासवर्गे आगच्छतु, तत्र पठितुं शक्नोति. अस्तु भगिनि, वयं तदेव इदानीं पठन्तः स्मः, प्रत्येकमिति साक्षात् तद् पदं न स्वीकृतं, परन्तु अन्यानि पदानि स्वीकृत्य वयं दृष्टवन्तः. अस्तु भगिनि, सप्तमीविभक्तौ प्रत्येकस्मिन् अथवा प्रत्येकं प्रत्येकस्मिन् सूत्रे अथवा प्रत्येकं सूत्रे इति द्वापि समीचीनं. भगिनि, प्रत्येकस्मिन् किमर्थं? प्रत्येकम् इति अव्ययपदं, तत्र एकस्मिन् कथम् आगच्छति? प्रत्येकम् इति अव्ययपदं, यस्मिन् पक्षे अमादेशः न भवति तस्मिन् पक्षे किं भवति? प्रत्येकयोगः न, प्रत्येकयोगः भवति खलु. ओ रामवत्, न एकक्षणं, प्रत्येकयोगः नि इति अस्ति. इदानीम् एक इति शब्दः सर्वनामशब्दः अस्ति, अतः तत्र प्रत्येकस्मिन् इति रूपं भवति. अनन्तरं वदिष्यामि भगिनी, अनन्तरं वक्ष्यामि तत्र किमर्थं तथा अस्ति इति, परन्तु प्रत्येकस्मिन् इति रूपम् अस्ति. अत्र प्रत्येके इति अपि रूपम् अस्ति वा इति चिन्तनीयं. प्रत्येकस्मिन् इति रूपं तु अस्ति एव, परन्तु प्रत्येके इति अपि वैकल्पिकरूपम् अस्ति वा इति चिन्तनीयम्. प्रत्येकस्मिन् मम भासते समासविहाय प्रत्येकस्मिन् इति भवति. समासविहाय इत्युक्ते प्रत्येक इति अपरं पदम्, एक इति अपरं, प्रति इति एकपदम्, अस्मिन् इति एकस्मिन्, प्रति इति एकं पदम्, एकम् इति अपरं पदं, प्रत्येकं प्रत्येकस्मिन् इति कर्तुं शक्यते. समासं नास्ति तत्र, समासः भवति, नित्यः अस्ति समासः, तत्र तथा न भवितुमर्हति. ओ नित्यसमासः नित्यः, तथा तत्र प्रति एकस्मिन् भिन्ने पदे इति न वक्तुं शक्यते. समासः नित्यः खलु तत्र. भगिनी, एकं सर्वनाम अस्ति, तर्हि एव एकस्मिन् अस्ति. तदेव उक्तवती. इदानीम् अस्माकं विषयः अव्ययीभावसमासः नास्ति, अतः अस्माकं मूलविषयं प्रति गच्छामः. प्रत्येकस्मिन् अथवा प्रत्येक वा इति विचिन्त्य इतोपि वदामि, परन्तु प्रत्येकस्मिन् इति रूपं तु अस्ति. प्रत्येके इति अपि रूपं भवति वा इति चिन्तयामः. अपि च प्रत्येकम् इत्यस्य उदाहरणम् अस्माकम् अव्ययीभावसमासवर्गे अस्ति, तस्मिन् सन्दर्भे द्रष्टुं शक्नुमः. अस्तु भगिनि, वदतु एतावता किं पठितमिति. एतावता इत्संज्ञाप्रकरणम् अस्मिन् प्रकरणे अष्टसूत्राणि सन्ति. प्रथमं सूत्रम् अवगमनीयं, तत् पश्चात् एव द्वितीयसूत्रम् अवगम्यते. प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनस्य सूत्रस्य बोधनं आवश्यकम्. अत्र क्रमेण एतावता क्रमेण सूत्राणि अष्टाध्याय्यां सन्ति. तानि पठनीयानि. क्रमेण चत्वारि सूत्राणि सन्ति, धातुषु अपि सन्ति, प्रत्ययेषु अपि सन्ति इति दत्तं. प्रथमं सूत्रं मया पठितं, यत्र उपदेशे जनुनासिक इत् प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रं. इदं सूत्रं सम्पूर्णम् अस्ति. सन्धिविभागं कृत्वा उपदेशे अच् अनुनासिकः इत् एतावत्. समीचीनं भगिनि, समीचीनम्. अत्र प्रत्येकस्मिन् इति एकमेव पदमस्ति, प्रत्येके इति पदं नास्ति. प्रत्येकस्मिन् इति एकमेव पदमस्ति. तत्र सर्वनाम संज्ञा अस्ति इति कृत्वा एव तत्र, यद्यपि रामवत् अकारान्तः अस्ति तथापि एक इत्यस्य सर्वनामसंज्ञा अस्ति इति कृत्वा तत्र स्मिन् इति आदेशः भवति. नि इति प्रत्ययस्य स्मिन् आदेशः भूत्वा प्रत्येकस्मिन् इति भवति. अस्तु, तर्हि इदानीम् अत्र अत्र अस्माकम् उदाहरणमस्ति इत्संज्ञाप्रकरणम् इति. इत्संज्ञाप्रकरणस्य उदाहरणमस्ति. तर्हि तत्र इत्संज्ञाप्रकरणे अष्टसूत्राणि सन्ति इति वयं जानीमः. तर्हि अष्टसु इत्युक्ते सप्तसूत्राणि इत्संज्ञासम्बद्धसूत्राणि. अत्र एकं सूत्रमस्ति तस्य लोपः इत्यनेन सर्वेषाम् इत्संज्ञकवर्णानां लोपः इति एकं सूत्रमस्ति. तर्हि प्रकरणे एतानि सूत्राणि क्रमेण सन्ति, क्रमेण एतानि सूत्राणि सर्वत्र सर्वाणि एकत्र एव सन्ति. इत्युक्ते अत्र प्रथमाध्याये तृतीयपादे एतानि सर्वाणि सूत्राणि सन्ति. तर्हि अत्र प्रथमं सूत्रमस्ति उपदेशे जननासिक इति सूत्रं. सूत्रं स्वयं सम्पूर्णम्. उपदेशावस्थायाम् अच्वर्णः अनुनासिकः चेत् इत् तस्य इत्संज्ञा भवति इति वयं जानीमः. इदानीम् अग्रे मीना भगिनी पठतु. श्रूयते भगिनि? हा श्रूयते. हलन्त्यम् अनुवृत्तिसहितसूत्रम्. उपदेशे अन्त्यं हल् इत्, तत्र उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. उपदेशे अपि इत् अपि इत्यनयोः पदद्वयम् अनुवृत्तिः भवति. पठामि वा? अग्रे पठामि. न विभक्तौ तु स्माः अनुवृत्तिसहितसूत्रम्. उपदेशे विभक्तौ अन्त्याः हल् हलः तु स्माः न इतः. तत्र उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. हलन्त्यम् इत्यस्मात् अन्त्यं हल् इत्यनयोः अनुवृत्तिः. पठामः न, तावद् वदतु भगिनि. द्वितीयसूत्रं हलन्त्यम् इति भवति. तत्र अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इति भवति. तत्र अन्तिमवर्णः हल् अस्ति चेत् उपदेशे उपदेशे इत् संज्ञा भवति इति. अस्मिन् सूत्रे तत्र कानि पदानि अनुवृत्तानि? उपदेशे अनुवृत्तिः इत् उपदेशे इत् अपि अनुवृत्तिः उपदेशे इत् एव ज्ञानयोः पदयोः अनुवृत्तिः भवति. अन्त्यं हल् अन्त्यम् इति पदद्वयम् अस्ति हलन्त्यम् इति सूत्रे. अन्त्यं हल् उपदेशे अन्त्यं हल् इत् भवति इति पूर्णसूत्रं भवति. न विभक्तौ तु स्माः अनुवृत्तिसहितसूत्रम्. उपदेशे विभक्तौ अन्त्याः हल् तु स्माः न इतः. तत्र उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. पदद्वयम् उपदेशे अपि इत् अपि अनयोः अनुवृत्तिः भवति उपदेशे अजनुनासिक इति सूत्रात्. हलन्त्यम् इत्यस्मात् अन्त्यं अन्त्यं हल् इदानीम् अन्त्यम् अपि हल् अपि पदद्वयम् अनुवृत्तिः भवति हलन्त्यम् इति सूत्रात्. अत्र उपदेशे विभक्तौ अन्त्याः हल् तुस्माः न इतः भवति. अतः एतत् सूत्रं निषेधकसूत्रम् इति चिन्तयामि. हलन्त्यम् इति सूत्रस्य निषेधकसूत्रम् अत्र विभक्तौ यत्र विभक्तौ भवति तस्य विभक्तिसंज्ञा भवति सुबन्तम् अपि तिङन्तमपि विभक्ति भवति. तत्र हल् अन्तिमवर्णः हल् यदि तकारः सकारः मकारः वा अन्तिमवर्णः इत् न भवति निषेधकसूत्रम्. उदाहरणं तिप् तस् तस् तिप् तिप् तकारः न भवति तकारः आदौ न भवति. तस् तस् इति प्रत्ययः सकारः इत् भवति. समीचीनम् समीचीनं. तर्हि हलन्त्यमिति सूत्रं परिचितमेव सूत्रम्. उपदेशे अन्तिमहल् वर्णः इत्. तर्हि उपदेशे इति इत्युक्ते अत्र का उपदेशे इत्यस्य अर्थः पाणिनिना यदा उक्तं किमपि उक्तं तस्य उपदेश इति एव अर्थम् औपदेशिक. तर्हि तत्र उपदेशे इत्यनेन केषां ग्रहणम् किमर्थं भगिनि अहं न जानामि किम् उक्तवती. न उपदेशे इत्यनेन केषां ग्रहणं भवति तत्र यद् पाणिनेन उपदिष्टम् इति समीचीनं, परन्तु किम् उपदिष्टं पाणिनेन? किमपि भवति पाणिनिना उक्तं तत् उपदेशमेव इति. तदेव. तर्हि इदानीम् एतानि सूत्राणि सर्वेषां कृते एतानि सूत्राणि प्रसक्तानि इत्युक्ते उपदेशे जनुनासिक इत् हलन्त्यं न विभक्तौ तु स्माः आदिर्निटुडवः एतानि सर्वाणि सर्वेषां कृते प्रसक्तानि इत्युक्ते धातुः भवतु प्रत्ययः भवतु आगमः भवतु आदेशः भवतु अथवा लोपः भवतु यत्किमपि भवतु तेषां सर्वेषां कृते एतानि प्रसक्तानि भवन्ति. अस्तु समीचीनम्. तदनन्तरं न विभक्तौ तु स्वाः इति निषेधकसूत्रमस्ति. विभक्तिसंज्ञा तु विभक्तिश्च इति सूत्रेण तिङन्तस्य सुबन्तस्य विभक्तिसंज्ञा अस्ति. तिङ्प्रत्ययस्य सुप्रत्ययस्य विभक्तिसंज्ञा. अतः इदानीं तिङ्प्रत्ययस्य अपि च सुप्रत्ययस्य तुस्माः इत्युक्ते तवर्गः सकारः अथवा मकारः अस्ति चेत् तेषाम् इत्संज्ञा न भवति, निषेधयति इदं सूत्रं. हलन्त्यम् इत्यस्य निषेधकसूत्रमस्ति. अस्तु अग्रे आदिर्निटुडवः इति सुमन् भग्नि पठतु. सुमन् भग्नि अस्ति वा? अस्तु रमा भगिनी पठतु. आम्, आदिर्न्युटुडवः अनुवृत्तिसहितसूत्रं कः पठति का पठति भगिनि? सुमन् भगिनी इति पृष्टवती परन्तु भवती न क्षम्यतां, म्यूट् म्यूट् मध्ये आसम्, अन्म्यूट् अस्तु चिन्ता नास्ति. अनन्तरं पठतु भगिनी, रमा भगिनी अग्रे पठतु. आदिर्निटुडवः अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निटुडवः इतः. तत्र उपदेशे जनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः, भूवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वचनपरिणामं विभक्तिपरिणामं च कृत्वा. अहं न अवगच्छामि वै द सेकेण्ड् सेण्टेन्स्. प्रथमवाक्यम् अवगच्छामि आदिर्निटुडवः भूवादयो दातवः किमर्थम् अत्र आगच्छति? अत्र वस्तुतः मतभेदाः सन्ति भगिनि. अत्र मतभेदाः सन्ति. केचन वदन्ति अत्र धातोः इत्यस्य आवश्यकता नास्ति, केचन वदन्ति तत्र धातोः इत्यस्य आवश्यकता अस्ति इति. अत्र धातुः इति नास्ति चेद् अपि आदिर्निटुडवः इति सूत्रे धातुः इति अनुवृत्तिः नास्ति चेदपि इदं सूत्रं केवलं धातूनां कृते एव कार्यं करोति. किमर्थम् इति चेत् तादृशप्रत्ययः नास्ति अथवा तादृश आदेशः नास्ति यत्र आदौ नि टु अथवा डु इति अस्ति. अतः तादृशप्रत्ययः एव नास्ति. इदं सूत्रं केवलं धातूनां कृते एव कार्यं करोति. अतः भुवादयो धातवः इति न वदामः, धातुः इति अनुवृत्तिः न आनयामः चेत् अपि क्लेशः नास्ति. इदं सूत्रं धातूनां कृते एव कार्यं करोति. उपदेशे इत् अनुवृत्ति अस्ति. अत्र आदिर्निटुडवः आदि आदयः निटुडवः इतः अस्ति. हलन्त्यं अन्ते हल् वर्णस्य इत् भवति. अत्र प्रथमतया आदि नि टु टु इत्युक्ते टवर्ग टवर्ग ड न न न न न टु इत्युक्ते टवर्गः नास्ति. नि इति वर्णसमुदायः, टु इति वर्णसमुदायः. नि इति वर्णसमुदायः नि हा टु टुडवः ड ड अपि आगच्छति न. हा टु इति टवर्गः नास्ति इति कथं जानीमः? डु इति अस्ति खलु डु अस्ति अतः टवर्गः इति चेत् तत्र डकारस्य वदनस्य आवश्यकता नास्ति. आवश्यकता नास्ति. ट ड नी वर्णसमुदायः टु ट नास्ति. टु टु डु टु नी ड ड टु आगच्छति. एकक्षणं एकक्षणं. नी टु डु ड नास्ति. डु यथा गुरु अस्ति डवः इत्यस्य बहुवचनम् इति किं बहुवचनं गुरवः इति अस्ति खलु, एवमेव डवः इति बहुवचनमस्ति. डुक्रण् करणे अत्र डु आगच्छति आदिर्नि टु डवः कारणात् इत् भवति न डुक्र डु टु डु नि आदि आदयः धातोः आदयः आगच्छति चेत् इत्संज्ञा भवति. सत्यम्. अस्मिन् सूत्रे कानि पदानि अनुवृत्तानि? उपदेशे इत् उपदेशे धातोः आदयः निटुडवः इतः उपदेशे अथवा इतः अपि च द्वे द्वयमपि अपि च अन्य अन्यपदमपि अस्ति खलु आदिर्न्युटुडवः उपदेशे इत् धातोः धातोः त्रीणि पदानि अनुवृत्तानि धातोः. भगिनि अत्र धातोः पूर्वसूत्रे नास्ति न विभक्तौ तु स्वाहा, तस्मात् धातोः अनुवृत्तिः उपदेशे अनुनासिक सूत्रात् एव भवति, परन्तु विभक्तौ अनुवृत्तिः नास्ति तस्मात् एव कारणात् कारणेन धातोः इति अनुवृत्तिः इति कस्मात् कारणात् विभक्तौ अनुवृत्तिः न भवितव्यम् इति कारणात् एव वा? न न न, विभक्तौ इति सूत्रे न भवेत् इति नास्ति. तत्र अस्मिन् सूत्रे धातोः इति पदस्य आवश्यकता किमर्थम् अस्ति इति चेत् यद्यपि धातोः इति पदस्य अनुवृत्तिः उपदेशजननासिकैत् हलन्त्यं न विभक्तौ तु स्मः तत्र सर्वत्र नास्ति. किमर्थम् इति चेत् तानि सर्वाणि सूत्राणि सर्वत्र कार्यं कुर्वन्ति. धातुः भवेत्, आदेशः भवेत्, आगमः भवेत्, प्रत्ययः भवेत्, यत्किमपि भवतु तानि सर्वत्र कार्यं कुर्वन्ति. परन्तु आदिर्निटुडवः इति सूत्रम् इति सूत्रस्य कार्यक्षेत्रं केवलं धातुः एव, धातौ एव तस्य कार्यं, तस्य प्राप्तिः अस्ति, अन्यत्र नास्ति. किमर्थं नास्ति इति चेत् तादृशप्रत्ययः नास्ति यस्य आदौ नी इति समुदायः अस्ति अथवा टु इति समुदायः अस्ति अथवा डु इति समुदायः अस्ति. अतः इदं सूत्रं केवलं धातूनां कृते एव कार्यं करोति. परन्तु न विभक्तौ तु स्म इति सूत्रे धातोः इति अनुवृत्तिः नास्ति किल? नास्ति नास्ति. किमर्थं तत् सूत्रं तु प्रत्ययस्य कृते एव कार्यं करोति खलु? न विभक्तौ तु स्मः इति प्रत्ययस्य कृते कार्यं करोति. भगिनि अत्र धातोः किमर्थम् आवश्यकं? नास्ति चेत् अपि सम्यक् एव खलु? तदेव उक्तवती, तत्र धातोः इति पदस्य अनुवृत्तिः आवश्यक इति अनुवृत्तिः स्यात् वा न वा इति मतभेदः अस्ति. अत्र वयं तु धातुः इति आनयामः, चिन्ता नास्ति. धातुः इति न आनयामः चेदपि चिन्ता नास्ति, यतोहि सूत्रं तु धातूनां कृते एव कार्यं करोति. अतः एव उक्तवती आदौ एव, धातुः अस्ति वा नास्ति वा इति चिन्ता नास्ति. भवत्याः ध्वनेः क्लेशः आसीत् अतः अहं समान् भगिनी पठतु इति उक्तवती, अहं न श्रुतवती. यु आर् फेडिङ्ग् इन् अण्ड् औट् एट् दट् टैम्. ओ न जाने किमर्थं, परन्तु अस्तु. इदानीं स्पष्टं खलु? अग्रे सरेमेव. मीना भगिनी स्पष्टं वा? भवत्याः प्रश्नस्य उत्तरं प्राप्तं वा? मीना भगिनी धातोः इति किमर्थम् अत्र अस्ति इति एव मम प्रश्नः आसीत्. विभक्तौ इति अनुवृत्तिः न भवितव्यम् इति तस्मात् कारणेन एव धातोः अत्र अस्ति वा? न, विभक्तौ इति न भवेत् इति कृत्वा धातोः इति नास्ति, तथा किमपि नास्ति. तत्र विभक्तौ इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे भवति वा न वा इति अस्माकं विवक्षानुगुणम् अस्माकं तत्र सूत्रस्य अर्थः कः इति ज्ञात्वा एव भवति. अत्र आदिर्निट्लवः इति सूत्रे विभक्तौ इत्यस्य आवश्यकता नास्ति. इत्युक्ते विभक्तौ इत्यस्य अनुवृत्तिः अग्रे अपि शः प्रत्ययस्य इति अपि भवितुम् अर्हति खलु? तथा नास्ति. अनुवृत्तिः यत्र सूत्रस्य अर्थावगमनार्थम् आवश्यकं तत्र एव आवश्यकी अस्ति, तत्र एव अनुवृत्तिः भवति. यत्र न आवश्यकी तत्र अनुवृत्तिः न भवति. अस्मिन् सूत्रे धातोः इति पदं किमर्थम् अनुवृत्तम् इति चेत् स्पष्टीकरणार्थं यत् इदं सूत्रं केवलं धातूनां कृते एव कार्यं करोति. अन्यानि सूत्राणि यथा पूर्व उक्तानि सूत्राणि तथा न सन्ति. तत्र उपदेशे जननास्तिक इति सूत्रे धातोः इत्यस्य अनुवृत्तिः नास्ति. किमर्थं चेत् इदं सूत्रं सर्वत्र कार्यं करोति. प्रत्ययस्य कृते अपि कार्यं करोति, आगमस्य कृते अपि कार्यं करोति, आदेशस्य कृते अपि कार्यं करोति. आदिर्निटुडवः इति सूत्रं तु केवलं धातूनां कृते एव, अतः अनुवृत्तिः क्रियते. अनुवृत्तिः नास्ति चेदपि चिन्ता नास्ति. सूत्रस्य कार्यक्षेत्रं तु केवलं धातुः एव. भगिनी, धातु विहाय उदाहरणं नास्ति न? उदाहरणम् नास्ति, तादृश उदाहरणं नास्ति. अतः चिन्ता नास्ति अनुवृत्तिः अस्ति वा न वा इति अधिकचिन्तनस्य आवश्यकता नास्ति अत्र. यतोहि भेदः न भवति. अवगच्छामि. अस्तु, सुमन् भगिनी अग्रे पठतु इदानीम्. अस्तु भगिनि, इदानीं श्रूयते? हा, श्रूयते. अस्तु, तदा अग्रे क्रमेण त्रीणि सूत्राणि प्रत्ययेषु एव. पञ्चमसूत्रम् अस्ति शः प्रत्ययस्य, अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे प्रत्ययस्य आदिः शः इत्. तत्र आदिर्निट्टुडवः इत्यस्मात् आदिः, उपदेशे अनुनासिक इत् इत्यस्मात् उपदेशे इत्. अस्तु, इदानीं तु पञ्चम षष्ठ सप्तम सूत्राणि तु प्रत्ययस्य कृते एव सन्ति. पञ्चमसूत्रं वदति शः प्रत्ययस्य, इत्युक्ते प्रत्ययस्य आदिः यत् शकारः अस्ति, इह शकारः अस्ति, तस्य इत्संज्ञा भवति इति. अत्र अपि शः प्रत्ययस्य एव अस्ति आदिनिटुडव सूत्रात् आदिः अनुवृत्ति अस्ति उपदेशे अज् अनुनासिक सूत्रात् उपदेशे अपि च इत् अनुवृत्ति भवति. समीचीनम्. अग्रे भगिनि. अस्तु, षष्टमसूत्रम् अस्ति चुटु. तत्र अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे प्रत्ययस्य आदि चुटु इतौ शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडव इत्यस्मात् आदिः उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् अपि. अस्तु, चुटु वदति प्रत्ययस्य आदौ च वर्ग चु ट वर्ग टु अस्ति चेत् तस्य इत्संज्ञा भवति. एतदपि सम्पूर्णसूत्रं नास्ति उपदेशे अजनुनासिक इत् सूत्रे सूत्रात् उपदेशे अपि च इत् अनुवृत्ति अस्ति आदिर्निटुडव सूत्रेण सूत्रात् क्षम्यताम् आदि अनुवृत्ति अस्ति अपि च शः प्रत्ययस्य सूत्रात् प्रत्ययस्य अनुवृत्ति भवति. अग्रे अग्रे अपि पठतु. अस्तु, लषक्वतद्धिते अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे प्रत्ययस्य आदि ल श कु इति इत् अतद्धिते. तत्र श प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिनिटुडव इत्यस्मात् आदि उपदेशे अनुनासिक इत् सूत्रात् इत्यस्मात् उपदेशे अपि च इत् एतत् सूत्रं वदति प्रत्ययस्य आदौ लकार अस्ति नो चेत् शकार अस्ति नो चेत् कवर्गीयव्यञ्जनम् अस्ति चेत् अतद्धिते इत्युक्ते तद्धितप्रत्यय नास्ति चेत् तत् तेषाम् इत्संज्ञा भवन्ति इति. एतत् अपि सम्पूर्णसूत्रं नास्ति उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे अपि च इत् अनुवृत्ति भवति आदिर्निटुडवः सूत्रात् आदि अनुवृत्ति भवति अपि च श प्रत्ययस्य इत्यस्मात् प्रत्ययस्य अनुवृत्ति भवति. समीचीनं. तर्हि अत्र त्रीणि सूत्राणि सन्ति, शः प्रत्ययस्य, चुटु, लषक्व तदिते. एतानि त्रीणि सूत्राणि केवलं प्रत्ययानां कृते एव. कथं जानीमः इति चेत् शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः भवति चुटु इति सूत्रे, लषक्व तदिते इति सूत्रे अपि. शः प्रत्ययस्य इति सूत्रे प्रत्ययस्य आदिमवर्णः षकारः अस्ति चेत् तस्य इत्संज्ञा भवति. तदेव शः प्रत्ययस्य. अत्र अस्मिन् सूत्रे आदि इति पदस्य अनुवृत्तिः अस्ति आदिर्निटुडवः इत्यस्मात् उपदेशे जननासिक इत् इत्यस्मात् उपदेशे इत् अनयोः अनुवृत्तिः अस्ति. शः प्रत्ययस्य प्रत्ययस्य आदिमषकारस्य इत्संज्ञा. तदनन्तरं चुटु इति सूत्रम्. इदं सूत्रमपि प्रत्ययस्य कृते एव अस्ति. उपदेशे प्रत्ययस्य आदिमवर्णः छवर्ग्यवर्णः अथवा टवर्ग्यवर्णः. अत्र तु चुटु इत्यनेन चु इत्युक्ते छवर्ग्यवर्णः, टु इत्युक्ते टवर्ग्यवर्णः. अत्र स्पष्टता अस्ति. तर्हि तत्र चुटु इति द्विवचने अस्ति, यथा गुरु इति अस्ति गुरुः, गुरु इति द्विवचने, एवमेव चुटु इति अस्ति. तर्हि अस्मिन् सूत्रे अपि आदिर्निटुडवः इत्यस्मात् आदि इत्यस्य अनुवृत्तिः, शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः, उपदेशे जननसिक इत् इत्यस्मात् उपदेशे इत् अनयोः अनुवृत्तिः अस्ति. तदनन्तरं तृतीयं सूत्रं प्रत्ययस्य कृते लषक्व तद्धिते लषकु अतद्धिते इति अस्ति. तर्हि प्रत्ययस्य आदौ लकारः षकारः अथवा कवर्गीयवर्णः लषकु कवर्गीयवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. अत्र तद्धितप्रत्ययं विहाय तद्धितप्रत्ययः अस्ति चेत् तदानीं न भवति, इदं सूत्रस्य कार्यं न भवति इति अस्ति. इति आहत्य सप्तसूत्राणि सन्ति. एतानि सर्वाणि सूत्राणि परिचितानि, अतः एव शीघ्रं वयं पठितवन्तः. अस्माकं मनसि स्पष्टता अस्ति इति चिन्तयामि एतेषां कृते. तर्हि मम प्रश्नः अस्ति, इदानीं सप्तसूत्राणि अधीतानि, इदानीम् एतादृशप्रकरणरूपेण पठामः चेत् तत्र कः अस्माकं मनसि कीदृशस्पष्टता अस्ति? अत्र रामनाथन् महोदय वदतु. अत्र इदानीं सप्तसूत्राणि पठितानि, एतादृशपठनेन कः लाभः? यदि अत्र केवलम् एकमेव सूत्रं पठामः प्रक्रियावसरे, यथा तत्र जयति इति रूपम् आसीत् खलु, तत्र हलन्त्यं तस्य लोपः इति सूत्रद्वयम् अपि च लषक्व ददिते इति सूत्रं, त्रीणि सूत्राणि तत्र ज्ञातानि. तर्हि तादृशपठनस्य अपेक्षया सर्वाणि सूत्राणि पठामः चेत् कः लाभः? इदानीम् इत्संज्ञक सूत्राणि सर्वम् इदानीम् एव, एते सप्तसूत्राणि एव इत्संज्ञकसूत्राः, किमपि धातुतः विधीयन्ते, किमपि प्रत्ययतः विधीयन्ते, किमपि सर्वाणि सह विधीयन्ते. एतत् सप्तसूत्राणि विहाय कोऽपि इत्संज्ञकसूत्राः न दृश्यन्ते. तर्हि तेन किं भवति? एते सूत्राणि एव उपयोगं कुर्मः इति अहं समीचीनं इत्युक्ते भवान् किं वक्तुम् इच्छति इति चेत्, केवलम् एतानि सप्तसूत्राणि वयं पठामः जानीमः चेत् तर्हि अस्माकं समग्रदृष्टिः भवति. सम्पूर्ण अष्टाध्यायां यत्र कुत्रापि इत्संज्ञकविषयस्य चिन्तनं भवति तत्र एतानि सूत्राणि एव सहकुर्वन्ति, अतः क्लेशः न भवति. इदानीम् एकस्मिन् प्रसङ्गे इत्संज्ञा भवति न वा इति तादृशप्रश्नस्य उत्तरम् अस्माकं पार्श्वे अस्ति, यतोहि वयं सर्वाणि सूत्राणि जानीमः इति. अत्र एकम् उदाहरणम् अस्ति, प्रकरणस्य उदाहरणम्. अपि च वयं जानीमः अत्र एतादृशचिन्तनं द्वितीयमस्ति, किं किं सूत्रं धातुतः विधीयन्ते, प्रत्ययतः विधीयन्ते, एतेपि इदानीमेव उक्तम्. कस्य सूत्रस्य प्रसक्तिः कृते अस्ति, कस्य सूत्रस्य प्रसक्तिः केवलं प्रत्ययस्य कृते अस्ति, कस्य सूत्रस्य प्रसक्तिः केवलं धातोः कृते अस्ति इति तादृश सम्पूर्णज्ञानं न विभक्तत्व स्मः अपवादम् निषेधकसूत्रमस्ति, न विभक्तौ तु स्मः इति निषेधकसूत्रमस्ति इत्यपि वयं जानीमः. समीचीनम्. इति समग्रचिन्तनं भवति एतादृशपठनेन, समग्रचिन्तनं भवति. अपि च कस्मात् सूत्रात् अनुवृत्तिः कुत्र भवति इत्यपि ज्ञानं भवति. इदानीं प्रश्नः आगतः खलु, भुवादयो धातवः इत्यस्मात् सूत्रात् धातोः इत्यस्य अनुवृत्तिः किमर्थम् उपदेशजनुनासिक इति सूत्रे नास्ति, किमर्थं हलन्त्यम् इति सूत्रे नास्ति, किमर्थं न विभक्तौ स्मः इति सूत्रे नास्ति, किमर्थं केवलम् आदिरिटुडवः इति सूत्रे एव अस्ति, एतादृशचिन्तनं प्रक्रियाग्रन्थेषु न लभ्यते. किमर्थं न लभ्यते इति चेत् एतादृशसमग्रदृष्टिः एव न भवति. तत्र एकमेव सूत्रं स्वीकृत्य तस्य चिन्तनं भवति, तथा कुर्मः चेत् तत्र समग्रचिन्तनं समग्रचिन्तनस्य अवसरः अथवा अवकाशः न प्राप्स्यते. अस्तु, तर्हि तदनन्तरम् एकं सूत्रमस्ति तस्य लोपः इति सूत्रं. ऐ वाण्ट् आड् वन् सेण्टेन्स् मेन्, इट् इस् आधुनिककाले आब्जेक्ट् ओरियेण्टेड् प्रोग्रामिङ्ग् तर एकस्मिन् स्थाने सर्वम् उक्तं, वाट् इस् द प्रापर्टि, वाट् इस् एटिट्यूड्, वाट् इस् एक्सेप्शन्, एव्रिथिङ्ग् इस् एकस्मिन् स्थाने सर्वम् उक्तं दट् इस् स्पेशालिटि. सत्यं तदेव समग्रदृष्टिः, समग्रदृष्टिः तदेव समग्रचिन्तनं, समग्रदृष्टिः भवति प्रकरणरूपेण अध्ययनेन समग्रदृष्टिः भवति. अस्तु, इदानीं सप्तसूत्राणि अधीतानि, तर्हि सर्वत्र यत्र कुत्रापि इत्संज्ञा भवति तेषां सर्वेषाम् इत्संज्ञकानां लोपः भवति, तस्य लोपः इति सूत्रेण. रमाबाई भगिनी पठति वा? आं भगिनी पठामि. अन्ते इत् लोपः, लोपविधिः, तस्य लोपः प्रथम अध्याये द्वितीयपादे नवमसूत्रमस्ति. अनुवृत्तिसहितसूत्रं तस्य इतः लोपः, तत्र उपदेशे दनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः उपरि दत्तमस्ति. सप्तसूत्राणि इत्संज्ञा कुत्र कुत्र कुत्र भवति इति, दट् इत्संज्ञा एव तत्र अवगन्तुं शक्यते. तस्य लोपः इति सूत्रेण इत्संज्ञकवर्णानां लोपः अपि जायते. अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे जनुनासिक इत् इत्यस्मात् इत् इत् इतः इति अनुवृत्तिः भवति, इत् इत्यस्य अनुवृत्तिः भवति. बहु समीचीनं भगिनि, तथैव अस्ति. तस्य लोपः, तस्य इत्युक्ते कस्य? तस्य इत्संज्ञकवर्णानां लोपः. कथं जानीमः? एतावत्पर्यन्तम् अहं पठितवती. शः प्रत्ययस्य इति चेत् प्रत्यये शः आदिमवर्णः शकारः अस्ति चेत् इत्संज्ञा भवति. तस्य लोपः इत्युक्ते शकारस्य लोपः भवति इति ज्ञातुं शक्यते. सत्यं, सत्यमेव. भवती यद् उक्तवती समीचीनं, सत्यमेव. परन्तु तत् सामान्य किं केवलम् अवगमनार्थं पृच्छामि, यत्र तस्य इति कीदृशपदमस्ति? षष्टि प्रातिपदिकं किं? प्रातिपदिकं सः तद् इति कीदृशपदमस्ति? विजयलक्ष्मी भगिनी वदतु. सर्वनामपदम्. हा, सर्वनामपदमस्ति. तद् इति सर्वनामपदमस्ति. सर्वनामशब्दः यत्र उपयुज्यते, सर्वनामशब्दः यत्र उपयुज्यते, सर्वनामशब्दः सर्वदा पूर्वस्य परामर्शः भवति. पूर्वस्य परामर्शः इत्युक्ते अत्र पूर्वं किम् उक्तमस्ति, इत्संज्ञकस्य विषये उक्तम् अस्ति. अतः अत्र तद् इति वदामः चेत् पूर्वं किम् उक्तम्? इत्संज्ञकविषये उक्तम्. अतः तस्य लोपः इत्यनेन इत्संज्ञकस्य लोपः इति तादृशबोधः भवति. सर्वदा स्मर्तव्यं, तस्य अथवा सर्वनामशब्दः यत्र प्रयुज्यते तत्र सर्वनामशब्दः सर्वदा पूर्वपरामर्शः, पूर्वं किं किम् उक्तं तस्य विषये अत्र परामर्शः अस्ति इति कृत्वा अत्र तस्य लोपः इत्युक्ते इत्संज्ञकस्य लोपः इति अर्थः. अस्तु, अग्रे भगिनी भवत्येव पठतु. किं सूत्रपर्यन्तं स्थूलाक्षराणाम् अनुवृत्तिः? एकनिमिषं. भुवादयोर्दातवः प्रथम अध्याये तृतीयपादे प्रथमसूत्रतः त्रिनवतितमं सूत्रपर्यन्तं, सूत्रपर्यन्तं अनुवृत्तिसूत्रं सूत्राणि सन्ति. उपदेशे जननासिके कस्य अनुवृत्तिः अस्ति तत्र? दातवः. दातवः इत्यस्मात् अनुवृत्तिः अस्ति. उपदेशजननासिक इत् इति प्रथम अध्याये तृतीयपादे द्वितीय सूत्र सूत्रतः नवमसूत्रपर्यन्तं उपदेशे गित् इति पदस्य अनुवृत्तिः सन्ति. अलङ्क्यं प्रथमपदे द्वितीयाध्याये उपदेशे इति पदस्य नवमसूत्रे तु नास्ति. नवम तृतीयपादे नवमसूत्रपर्यन्तं तत्र नवमसूत्रे उपदेशे इति नास्ति. सत्यम् इत्येव अस्ति खलु. हा, तस्य इतः लोपः इत्युक्ते नवमसूत्र अष्टमसूत्रपर्यन्तम् अस्ति. समीचीनं भगिनि, अष्टमसूत्रपर्यन्तम् अस्ति. पठमेव. हा, वस्तुतः अत्र तस्य लोपः इत्युक्ते उपदेशे तस्य लोपः इति स्यात् इति प्रायः चिन्तयामि. पश्यामि, भगिनी पठतु. इतः लोपः, इतः अनुवृत्ति. हा, केवलम् इतः इति एव अनुवृत्तिः, परन्तु वस्तुतः पश्यामः चेत् अन्यत्र पश्यामः चेत् उपदेशे इति पदस्य अपि अनुवृत्तिः इति उच्यते तत्र. उपदेशे इति पदस्य अपि अनुवृत्तिः स्यात् इति उच्यते, परन्तु अत्र न उक्तम्. अस्माकं करपत्रे न उक्तं तस्य लोपः इत्यत्र. उपदेशे इत्यस्य अनुवृत्तिः नास्ति इति कृत्वा अष्टमसूत्रपर्यन्तम् उपदेशे इत् अनयोः अनुवृत्तिः इति वक्तुं शक्नुमः. अत्र परिष्क्रियते अग्रे. भगिनि अग्रे. उपदेशे कुत्र भवति तत्र? तस्य इत् लोपः एव भवति. उपदेशे नास्ति, उपदेशे नास्ति, अतः उपदेशे इत् इत्यनयोः अनुवृत्तिः अष्टमसूत्रपर्यन्तम् इति उक्तम्. परिष्करणीयम् इति उक्तम्. किन्तु इत् तु नवमसूत्रे अनुवृत्ति अस्ति खलु? इत् अस्ति, द्वयोः नास्ति. इत् अस्ति, उपदेशे इत्यस्य नास्ति. भगिनि, संज्ञा तु उपदेशे एव अस्ति किल, तेन कारणेन. हा, अतः उपदेशे अपि अनुवृत्तम् अस्ति चेत् चिन्ता नास्ति, तत्र अनुवृत्तिः स्यात् इति कौमुद्याम् अनुवृत्तिः अस्ति. उपदेशे इत्यस्य अपि अनुवृत्तिः अस्ति, अतः चिन्ता नास्ति. अग्रे सरेम, भगिनी पठतु. हलन्त्यं प्रथमपादे प्रथम अध्याये तृतीयपादे तृतीय चतुर्थ सूत्रम् अनुवृत्तिः भवति. न विभक्तौ तु स्मः. प्रथमाध्याये तृतीयभागे चतुर्थाध्याये एव नवभक्तकृष्ण चतुर्थसूत्रम् अनुवृत्तिः ओपन् अनुवृत्तिः अन्य अनुवृत्तिः नास्ति. नास्ति वा? अस्मात् सूत्रात् अनुवृत्तिः नास्ति. न विभक्तौ तु स्मः इत्यस्मात् सूत्रात् अनुवृत्तिः नास्ति. अग्रे. आदे इचुडुवः प्रथमाध्याये तृतीयपादे पञ्चम सूत्र अष्टमसूत्रपर्यन्तम् अनुवृत्तिः भवति. षः प्रत्ययस इति प्रथमाध्याये तृतीयपादे षष्ठ सूत्रतः अष्टमसूत्रपर्यन्तम् अनुवृत्तिः भवति. षुटु प्रथमाध्याये तृतीयपादे सप्तमसूत्रं दशक्मतद्वीपे प्रथमपादे प्रथमाध्याये तृतीयपादे अष्टमसूत्रमस्ति. तस्य लोपः प्रथमपादे प्रथमाध्याये तृतीयपादे नवमसूत्रमस्ति. एतानि त्रीणि सूत्रात् अनुवृत्तिः किमपि नास्ति. सत्यम्, एतस्मात् एतेभ्यः सूत्रेभ्यः अनुवृत्तिः नास्ति. अनुवृत्तिः कोऽपि नास्ति. अत्र संक्षेपे प्रकरणस्य अन्यत् उदाहरणद्वयं दीयते येन प्रकरणं. धन्यवादः भगिनि, धन्यवादः. धन्यवादः. अत्र एकं वक्तुम् इच्छामि. अस्माकम् अत्र सामान्यतया वयं सर्वे तथा वयं कुर्मः. यत्र वयं सर्वनामशब्दस्य प्रयोगः यत्र क्रियते तदा सर्वदा स्मर्तव्यं येन सर्वनामशब्दस्य प्रयोगः यत्र क्रियते सर्वनामशब्दः सर्वदा किं भवति? यदि अहं वदामि सः रामः इति वदामि चेत् सः इति सर्वनामशब्दः अस्ति. सः रामः विशेषणविशेष्यभावः. इदानीं रामस्य इति वदामि चेत् तत्र किं भवति? सः इत्यस्य तस्य रामस्य रामेण इति वदामि चेत् तेन रामेण. हा, इदानीं धातुभ्यः इति वदामि चेत् किं भवति? तेभ्यः धातुभ्यः. अतः यत्र कुत्रापि वयं वाक्ये वयं वदामः तदानीं सर्वदा स्मर्तव्यं सर्वनामशब्दः विशेषणम् अस्ति. अतः तेभ्यः धातुभ्यः इति वदामः अथवा एतस्य धातोः एतस्मिन् धातौ इति स्मर्तव्यम्. अस्तु, अग्रे अत्र द्वित्वप्रकरणस्य उदाहरणमस्ति. अत्र अरविन्द महोदय पठति वा? आं भगिनि, अत्र संक्षेपे प्रकरणस्य अन्यात् उदाहरणद्वयं दीयते येन प्रकरणसम्बन्ध अनुवृत्तिः स्पष्टतया दृश्येत. दृश्येत इति कीदृशपदमस्ति? विधिलिङ्ग लोट् कर्मणि कर्मणि प्रयोगः दृश्येत इति कर्मणि प्रयोगः कर्मणि प्रयोगे अस्ति. लट् किमस्ति? लट् लट् एव. लक्ष्यमस्ति? पश्यति इति लट् अस्ति. कर्मणि दृश्यते. इदानीम् अत्र विधिलिङ्ग् दृश्येत. अत्र रूपाणि कोऽपि वक्तुमिच्छति वा? न न एकः वदतु, अत्र अरुणा भगिनी वदतु. दृश्येत, दृश्येयातां, दृश्येरन्. समीचीनं भगिनी, न अग्रे? ओ, दृश्येताः, दृश्येयाथां, दृश्येत्वं, दृश्येय, दृश्येयावहि, दृश्येयामहि. दृश्येवहि खलु? अस्तु अस्तु, अग्रे अरविन्द महोदय पठतु. द्वित्वप्रकरणं षष्ठमध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य षष्ठाध्यायस्य प्रथमपादस्य द्वादशसूत्रपर्यन्तं द्वितीयप्रकरणम्. अस्य प्रकरणस्य द्वादशसूत्रेषु एव सम्पूर्णतया संस्कृतभाषायां कुत्र कुत्र द्वित्वम् अपेक्षते इति सूच्यते. अपि च तत्र कुत्रापि द्वित्वम् अपेक्षते तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र. प्रथमसूत्रमस्ति एकाचो द्वे प्रथमस्य. अधिकारसूत्रं द्वादशसूत्रपर्यन्तं सर्वत्र अनुवर्तते. सूत्रं स्वयं सम्पूर्णं. जागृ जा जागृ, पच् पच् पच्, इ. अतः अनुवृत्ति कथं साहाय्यं करोति इति दर्शयित्वा द्वितीय उदाहरणं दत्तमस्ति द्वित्वप्रकरणे षष्ठमाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य षष्ठ अध्यायस्य प्रथमपादस्य द्वादशसूत्रपर्यन्तं सम्पूर्णद्युत्तप्रकरणम् इति कथ्यते. प्रथमसूत्रमस्ति एकाचो द्वे प्रथमस्य इति स्वयं सम्पूर्णसूत्रम् अस्ति. यत्र एक अच् प्रथमम् अस्ति तस्य द्युत्वं भवति इति यत् सूत्रं वदति. यथा जागृ जा जागृ भवति, तत्र प्रथम अच् अस्ति अकार जकार उत्तरवर्ति अकार आकार, तस्य नाम अस्ति एकाच्. तस्य द्युत्वं भवति प्रथम एकाच् तत् अस्ति इति कृत्वा तस्य द्युत्वं भवति इति कारणेन जा एव द्युत्वं भवति. गृ इति पदस्य इति वर्णस्य द्युत्वं न भवति, किन्तु द्युत्वेन प्रथमस्य एकाच् द्युत्वं भूत्वा जा इति द्युत्वं कृत्वा धातु अनुवर्तते जा जागृ इति भवति. तदेव पच् तत्रापि प्रथम एकाच् अस्ति पकार अकार, किन्तु चकार अच् नास्ति. एकक्षणं महोदय, तत्र समीचीनम् एकक्षणम्. अत्र पच् इत्यस्मिन् विषये इतोपि चिन्तयामः. तस्मात् पूर्वम् एकं वक्तुमिच्छामि. अत्र अष्टाध्यायी इति ग्रन्थं कृपया उद्घाटयन्तु. अष्टाध्यायी सूत्रपाठः इति पुस्तकमस्ति खलु. तस्मिन् पुस्तके पृष्ठसङ्ख्या अस्ति एकशतं षष्ठाध्याये प्रथमपादः इति. पश्यन्ति वा? द्वितीयस्तम्भे द्वितीयस्तम्भे षष्ठाध्यायस्य प्रथमपादः इति. तत्र किम् अस्ति? तत्र किम् उक्तमस्ति महोदय? प्रथम षष्ठाध्याय प्रथमपादः द्युत्तप्रकरणं प्रथमसूत्रमस्ति एकाचो द्वे प्रथमस्य. एकाच इति च द्वे इति च प्रथमस्येति च त्रितयमध्ये कृतं वेदितव्यम् अधिकृतं वेदितव्यं प्राक् सम्प्रसारणविधानात्. अग्रिमसूत्रं द्वितीयसूत्रमस्ति अजादेर्दीर् अजादेर्द्वितीयस्य. तृतीयम् अस्ति नान्द्र संयोगादयः. चतुर्थम् अस्ति पूर्वो अभ्यासः. उभे अभ्यन्तरम् अभ्यस्तं जक्षीत्यादयः षट् सुजादीनां दीर्घो अभ्यासस्य लिटि धातो रणाभ्यासस्य संज्ञोङो श्लौ चङि दाश्वान्ह्वसाह्वान् मिट् वांश्च मीड् वांश्च मीड् वांश्च इति द्वादशसूत्राणि सन्ति द्वित्वप्रकरणे. द्वादशसूत्राणि एव सन्ति द्वित्वप्रकरणे. कुत्र कुत्र द्वित्वं भवति इति अनेन एव ज्ञायते. अत्र संज्ञोः श्लौ चङि लिटि इत्युक्ते लिट् लकारे द्वित्वं भवति. लिटि धातोरनभ्यासस्य इत्यनेन लिट् लकारे द्वित्वं भवति. संज्ञोः इत्यनेन सनन्तधातुः अस्ति चेत् द्वित्वं भवति. यङन्तः अस्ति चेत् द्वित्वं भवति. श्लौ इत्यनेन जुहोत्यादिगणे द्वित्वं भवति. चङि इत्यनेन लुङ् लकारे द्वित्वं भवति. अपि च वेदे अपि उक्तमस्ति. तर्हि अत्र सम्पूर्णसंस्कृतभाषायां केवलं पञ्चसु स्थलेषु एव द्वित्वं भवति. लिट् लकारे यत्र सन्नन्तधातुः अस्ति, यङन्तधातुः अस्ति, जुहोत्यादिगणीयधातवः चङ्गी इति तत्र लुङ् लकारे, अन्यत्र कुत्रापि द्वित्वं न भवति, सामान्यतया अन्यत्र द्वित्वं न भवति, एतेषु स्थलेषु एव द्वित्वम् इति अत्र द्वादशसूत्राणि सन्ति. प्रथमं सूत्रमस्ति एकाचो द्वे प्रथमस्य, अपि च द्वितीयमस्ति अजादेव द्वितीयस्य. एकाचो द्वे प्रथमस्य अजादेव द्वितीयस्य इत्यनेन द्वित्वं कुत्र भवति, धातौ द्वित्वं कुत्र भवति इति उच्यते. तस्य एव इतोपि विवरणमस्ति नन्द्राः संयोगादयः इति, तत्र निषेधः कुत्र भवति, द्वित्वस्य निषेधः कुत्र भवति इति तृतीयसूत्रेण उच्यते. तदनन्तरम् अभ्याससंज्ञा. अभ्याससंज्ञा इत्युक्ते यत्र द्वित्वं क्रियते, पच् इति धातुं स्वीकृत्य पच् पच् इति द्वित्वं भवति. कथं भवति इति इदानीं वदामि, परन्तु पच् पच् इति यदा द्वित्वं भवति, प्रथमः भागः अस्ति यः पच् इति प्रथमः भागः अस्ति, तस्य अभ्याससंज्ञा भवति, पूर्वोऽभ्यासः इत्यनेन अभ्याससंज्ञा भवति. इदानीं पच् पच् इति द्वयमपि स्वीकृत्य द्वयोः मिलित्वा अभ्यस्तसंज्ञा अपि भवति, पूर्वभागस्य अभ्याससंज्ञा द्वयोः मिलित्वा अभ्यस्तसंज्ञा अपि भवति. तर्हि किमर्थम् एतादृशसंज्ञा इति चेत्, अभ्याससंज्ञाम् आश्रित्य कार्याणि भवन्ति, अभ्यासकार्याणि भवन्ति, तदर्थम् अभ्याससंज्ञा. तदनन्तरं तत्र कुत्र कुत्र द्वित्वं भवति इति उक्तम्, आहत्य अत्र द्वादशसूत्राणि सन्ति. तर्हि प्रथमं सूत्रमस्ति एकाचो द्वे प्रथमस्य इति सूत्रमस्ति, इदम् अधिकारसूत्रम्. अस्य अधिकारः द्वादशसूत्रपर्यन्तम् अस्ति, सर्वत्र अस्ति. एकाचो द्वे प्रथमस्य इति सूत्रस्य अनुवृत्तिः भवति अधिकारसूत्रम् इति कृत्वा. इदं सूत्रं किं वदति इति चेत्, एकाचः द्वे प्रथमस्य इत्युक्ते यत्र धातौ एकः एव स्वरः अस्ति, यथा पच् इति धातुः एकः एव स्वरः अस्ति, यत्र एकः एव स्वरः अस्ति तर्हि सम्पूर्णधातोः समग्रधातोः द्वित्वं भवति. तर्हि पच् पच् इति भवति धातोः द्वित्वं, पच् पच् समग्रधातोः द्वित्वं. यत्र धातौ अनेके स्वराः सन्ति तत्र धातुः हलादिः अस्ति, इत्युक्ते धातोः आदौ हल् वर्णः अस्ति, हलादिः धातुः अनेकाच् धातुः अस्ति चेत् प्रथम एकाच् भागस्य द्वित्वं भवति. इदानीम् उदाहरणार्थं जागृ इति धातुः हलादिः अस्ति. हलादिः इत्युक्ते धातोः आदौ हल् वर्णः अस्ति, जकारः हल् वर्णः अस्ति, जागृ इति धातुः हलादिः अस्ति. अत्र जागृ इति धातौ कति स्वराः सन्ति इति विनय महोदय वदतु. जागृ सम्बन्धे भगिनि, जागृ धातुः रि अस्ति, र अस्ति, जा गहलन्त योग र, अतः र अपि अच् अस्ति. आहत्य अथ द्वितीय न, कति स्वराः सन्ति, प्रश्नः सरलः खलु, किमर्थम् एतादृशचिन्तनं, द्वौ स्वराः सन्ति, द्वौ स्वरौ स्तः खलु, जकार उत्तरवर्ति आकारः, अनन्तरं गकार उत्तरवर्ति ऋकारः खलु. कति स्वराः, अहं न अवगच्छामि कति भगिनि, अतः स्वरा द्विस्वर, हा द्वौ स्तरौ, द्वौ स्वरौ स्तः, द्वौ स्वरौ अस्ति, परन्तु तावदेव प्रश्नः. अत्र जागृ इति धातौ स्वरद्वयं वर्तते, तर्हि अत्र किं भवति इति चेत्, एकाचो द्वे प्रथमस्य इत्यनेन यत्र स्वरद्वयं विद्यते तत्र प्रथम एकाच् भागस्य द्वित्वं भवति. प्रथमः एकाच् भागः कः इति चेत् जागृ इत्यस्य प्रथमः एकाच् भागः इत्युक्ते प्रथम अच्वर्णपर्यन्तं, तर्हि जकार उत्तरवर्ति अकारपर्यन्तं प्रथमः एकाच् भागः. द्वितीय एकाच् भागः द्वितीय अच्वर्णपर्यन्तं ऋकारपर्यन्तं गृ इति द्वितीय अच् अजन्तभागः. तर्हि जा इति प्रथम एकाच् भागस्य द्वित्वं भवति, अतः जा जागृ इति द्वित्वं भवति, जा जागृ इति द्वित्वं भवति. तदनन्तरं तत्र अन्यानि कार्याणि भवन्ति. जा इति जा इत्यस्य अभ्याससंज्ञा अस्ति, जा जागृ इत्यस्य अभ्यस्तसंज्ञा अपि अस्ति. एवमेव पच् पच् इति यदा द्वित्वं क्रियते पच् इति धातोः, यत्र पच् इति धातोः एकः एव स्वरः अस्ति इति कृत्वा समग्रधातोः द्वित्वं पच् पच् इति भवति. पच् पच् इत्यत्र प्रथमपच् इति अस्ति, तस्य अभ्याससंज्ञा अस्ति. पच् पच् इत्यत्र सम्पूर्णस्य अभ्यस्तसंज्ञा अपि अस्ति. इदानीम् इ इति धातुः अस्ति, तत्र विनय महोदय वदतु इ इति धातोः द्वित्वं कथं भवति. इ धातु इ अपि अच् अस्ति, अच् अन्तर्भूत ए अस्ति. तर्हि इ भवति पच् पच् समान् एकः एव अच् अस्ति. सत्यं पच् समानम् अस्ति, एकः एव अच् अस्ति इति कृत्वा पच् समानम् अस्ति, परन्तु भेदः अपि अस्ति. पच् इत्यत्र कः भेदः अस्ति पच् अपि च इ इत्यत्र? भेदः अस्ति, भेदः अस्ति इ सम्बन्धे नास्ति पच् इति तु अजादिः नास्ति, हलादिः अस्ति. हा, इति तु अजादिः अस्ति इति भेदः अस्ति. अजादिः अस्ति चेत् विशेषनियमः अस्ति. सामान्यतया अजादिः अस्ति, अनेकाच् अजादिधातुः अस्ति चेत् विशेषनियमः अस्ति. इदानीम् अत्र अस्माकं लक्ष्यं तु द्वित्वप्रकरणं, द्वित्वप्रकरणस्य ज्ञानम् इति नास्ति. अस्माकं लक्ष्यं किम् इदानीम् इति चेत् द्वित्वप्रकरणे तत्र उदाहरणरूपेण सूत्राणि सन्ति, अतः द्वित्वप्रकरणस्य पठनेन समग्रचिन्तनं भवति इति एव अस्माकं लक्ष्यमस्ति. अतः किञ्चिदेव तत्र परिचयरूपेण किञ्चित् वदामि तत्र द्वित्वस्य विषये, परन्तु तत्र सम्पूर्ण अवगमनम् इदानीं न भवति. इदानीं अग्रे गत्वा जुहोत्यादिगणः इति विषयः आगच्छति, तदानीं तत्र द्वित्वस्य सम्पूर्णज्ञानं भवति. इदानीं तत्र परिचयरूपेण द्वित्वकार्यं कथं भवति इति एकवारं वदामि. प्रश्नः अस्ति भगिनि, अभ्यस्त इत्युक्ते किम्? अभ्यस्त, अभ्यस्त इत्युक्ते संज्ञा, केवलं तावदेव. अभ्यास संज्ञा न अभ्याससंज्ञा, अभ्यस्तसंज्ञा इत्युक्ते अभ्यससंज्ञाम् आश्रित्य कानिचन सूत्राणि सन्ति, अभ्यासकार्यार्थं कानिचन सूत्राणि सन्ति. अभ्यासः इति संज्ञा अस्ति चेत् तत्र कानिचन कार्याणि भवन्ति अभ्यासकार्याणि. अभ्यस्तसंज्ञा अस्ति इति कृत्वा तत्र कानिचन कार्याणि भवन्ति, तदर्थं संज्ञा क्रियते. तदा अभ्यास च अभ्यस्त च पदौ अन्ये गणे न सन्ति किं? केवलं द्वितीयगणे सन्ति? द्वितीयगणे जुहोत्यादिगणे, हा हा सोरि सोरि तृतीयगणे, हा द्वित्वम् इत्युक्ते जुहोत्यादिगणे एव द्वित्वं भवति, अन्येषु गणेषु द्वित्वं न भवति. किमर्थम् इति चेत् अत्र श्लौ इति एकं सूत्रमस्ति, श्लौ इति अस्मिन्नेव प्रकरणे सूत्रमस्ति श्लौ. तेन सूत्रेण जुहोत्यादिगणे द्वित्वं भवति, अन्यत्र न भवति, यतोहि तादृशसूत्रं नास्ति अन्यत्र. भगिनी विमला भगिनी, भवत्याः ध्वनिः न श्रूयते भगिनी सम्यक्तया. न मया तदेव प्रष्टं यदा अभ्यासः च अभ्यस्तं च द्वौ शब्दौ केवल द्वित्वप्रकरणे सन्ति, अन्यस्मिन् प्रकरणे न सन्ति इति. न तत्र न अत्र तु केवलं संज्ञा क्रियते पूर्वोऽभ्यासः इति संज्ञा क्रियते उभयाभ्यासम् इति संज्ञा क्रियते परन्तु अन्यत्र सूत्राणि सन्ति यत्र अभ्यासकार्याणि भवन्ति तादृशसूत्राणि अन्यत्र सन्ति अस्मिन् प्रकरणे केवलं संज्ञा एव क्रियते परन्तु अभ्याससंज्ञाम् आश्रित्य कार्याणि अन्यत्र भवति सप्तमाध्याये अस्ति अभ्यासकार्याणि द्वित्वस्य अन्य पर्यायशब्दः अभ्यस्य इति वा द्वित्वस्य पर्यायशब्दः नास्ति इदानीं द्वित्वम् इत्युक्ते पच् इति धातोः द्वित्वं पच् पच् इति द्वित्वम् अस्ति पच् पच् इति द्वित्वं तदानीमेव वयं कुर्मः यदा तदर्थं सूत्रमस्ति द्वित्वसम्बद्धसूत्रमस्ति तर्हि जुहोत्यादिगणे धातुः अस्ति दा इति धातुः अस्ति ददाति इति लट् रूपम् अस्ति तत्र धा धातोः श्लौ इति सूत्रेण द्वित्वं क्रियते तर्हि दा दा इति द्वित्वं भवति एकाचो द्वे प्रथमस्य इति सूत्रेण दा धातौ हलादिः अस्ति एकः एव अचुवर्णः अस्ति इति कृत्वा सम्पूर्णधातोः द्वित्वं दा दा इति अस्ति अस्तु दा दा इति द्वित्वम् इदानीम् अत्र धा इति प्रथमः भागः तस्य अभ्याससंज्ञा अस्ति दा दा इत्यस्य अभ्यस्तसंज्ञा अस्ति इदानीं प्रथमः भागः दा इति यत्र अस्ति अभ्याससंज्ञा तर्हि अभ्यासकार्याणि भवन्ति उदाहरणार्थं ह्रस्वः इति एकं सूत्रमस्ति ह्रस्वः अनेन सूत्रेण अभ्यासस्य ह्रस्वत्वं भवति तर्हि दा इत्यस्य ह्रस्वत्वम् इत्युक्ते ह्रस्व अकारः भवति अतः द दा इति अस्ति तदर्थमेव ददा योगः ति ददाति इति रूपं तर्हि अपूर्वस्य अभ्याससंज्ञा अस्ति इति कृत्वा अन्यत्र अभ्यासकार्याणि भवन्ति भगिनि प्रश्नद्वयम् अस्ति इदानीं तु श्लौ उक्तवती खलु तत्र तु शप् श्लु भवति अतः श्लौ वा हा सत्यम् अस्तु स्पष्टीकरणमेव इदानीं तु ह्रस्व अत्र अस्मिन् प्रकरणे नास्ति खलु किं नास्ति नास्ति नास्ति तत्र अग्रे तत्र अभ्याससूत्राणि अन्यत्र सन्ति द्वित्वप्रकरणे तत्र सूत्राणि सन्ति द्वित्वप्रकरणे संज्ञा क्रियते तदर्थम् अभ्याससूत्राणि अन्यत्र सन्ति प्रायः अनुवृत्त्यर्थम् अन्यत्र स्थापितानि अस्तु भगिनी तदेव अग्रिमसूत्रमस्ति पश्यामः अग्रिमसूत्रमस्ति अत्र वासुदेवन् महोदय पठति वा भगिनी मम हस्ते इदानीमपि करपत्रं नास्ति आगामिवर्गात् आरभ्य इदानीम् अहं प्रत्येकं तस्यस्मिन् प्रकोष्ठे अस्ति चिन्ता नास्ति आगामिवर्गात् आरभ्य आगामिवर्गात् आरभ्य मम हस्ते अस्तु अस्तु नास्ति चिन्ता एकप्रश्न अस्ति पच् पच् सम्बन्धे अतः जाग्री अहम् अवगच्छामि जाग्री जाग्री पच् पच् कुत्र युनो प्रयोगः भवति पच् अहं श्रुतवान् परन्तु पच् पच् इति तत्र केवलं प्रथमं सोपानम् अस्ति पच् पच् इति रूपं नास्ति पच् पच् इद यदा यदा उदाहरणार्थम् उच्यते केवलम् उदाहरणार्थं पच् इति धातोः द्वित्वं क्रियते चेत् किं भवति इति चेत् पच् पच् इति भवति तदनन्तरम् इदानीं सन् प्रत्ययः योजयामः अथवा यङ् प्रत्ययं योजयामः चेत् तत्र पापच्य पापच्य इति धातुः निष्पद्यते अत्र केवलम् उदाहरणार्थं प्रथमं सोपाने द्वित्वं क्रियते चेत् किं भवति इति एव प्रश्नः तत्र रूपं नास्ति अस्तु इदानीं तत्र क्षम्यतां भगिनि एकाचो द्वे प्रथमस्य तत्र द्वे इत्युक्ते द्वित्वमेव भगिनि सत्यम् इति सूचयति सत्यं द्वे इत्युक्ते द्वित्वं किन्तु केवल प्रथमस्य सत्यं प्रथम एकाच् भागस्य द्वित्वम् अर्थः धन्यवादः अस्तु, विजयलक्ष्मी भगिनी अग्रिमं पठतु. नत्वप्रकरणं वा? न, अजादेर्द्वितीयस्य करपत्रे. अस्माकं करपत्रे द्वितीयं सूत्रमस्ति खलु, अजादेर्द्वितीयस्य. अजादेर्द्वितीयस्य अधिकारसूत्रं द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवर्तते. सूत्रं स्वयं सम्पूर्णं ऊर्णु. अत्र अज् आदेः द्वितीयस्य इति सूत्रमस्ति, अधिकारसूत्रमस्ति. एतस्य अनुवृत्ति द्वितीयसूत्रात् द्वादशसूत्रपर्यन्तं षष्ठमे अध्याये प्रथमपादे अस्ति. सर्वत्र तदर्थं द्वितीयसूत्रात् आरभ्य द्वादशसूत्रं सूत्रपर्यन्तं सर्वत्र अनुवर्तते. सूत्रं सम्पूर्णसूत्रमस्ति. अत्र किमपि उदाहरणरूपेण दत्तमस्ति, ऊर्णु. अत्र ऊर्णु नु इति द्वित्वं भवति, नकारस्य द्वित्वं भवति. रेफानन्तरं नकारः अस्ति इति ऊर्णु पदे नत्वम् अभवत्. द्वित्वे नास्ति तत्, तत्कारणं द्वित्वे केवलं नु इति अस्ति. नन्द्राः संयोगादयः. अजादेः द्वितीयस्य नन्द्राः संयोगादयः द्वे. अत्र एकक्षणं भगिनि, अत्र ऊर्णु इति धातुम् इदानीं त्यजतु. अत्र ऊर्णु इति धातोः उदाहरणम् अनन्तरम् अग्रिमसप्ताहे पश्यामः. यतोहि तत्र ऊर्णु इति धातोः अवगमनार्थं नन्द्राः संयोगादयः इति सूत्रस्य अपि अवगमनम् आवश्यकमस्ति. तर्हि अत्र उक् इति धातुं स्वीकुर्मः. उक् उकारः खकारः, महाप्राणखकारः. उक् घटौ इति धातुः. अत्र पश्यामः चेत् न, अत्रापि न भवितुमर्हति, यतोहि अत्र एकः एव. तत्र भगिनि शुद्धि उपास्य प्रश्नः, शुद्धि उपास्य तत्र धकारस्य द्वित्वं भवति खलु. प्रश्नः अस्ति भगिनि. हा, शुद्ध शुद्ध उपास्य तत्र द्वित्वं, तत्र सन्धिकार्यमस्ति. तत्र सन्धिकार्यं न तु द्वित्वकार्यं. द्वितीयसूत्रस्य कृते प्रश्नः अस्ति भगिनि. अजादेः द्वितीयस्य अत्र ऊर्णु उ प्रथमः वर्णः, ऋकारः द्वितीयवर्णः खलु, नु तृतीयवर्णः, नु न तृतीयवर्णः. यदि द्वितीयस्य द्वित्वं भवति, ऋकारस्य द्वित्वं भवति किम्? तदेव इदानीम् अत्र पश्यामः. ऊर्णु इति धातुः अस्ति, ऊर्णु इति धातुः अजादिः अस्ति, अनेकाच् अस्ति, अच्वर्णद्वयम् अस्ति. ऊ इति प्रथमः भागः अस्ति, ऋणु इति द्वितीयः भागः अस्ति, ऋणु इति द्वितीयः भागः अस्ति. अतः अच् भागद्वयम् अस्ति. ह्रस्व उ, एकक्षणम्, ऊ इति भागः अस्ति, ऊ इति भागः, णु इति भागः. उ इति प्रथमभागः अस्ति, ऋणु इति द्वितीयः भागः अस्ति. उ इति इदानीं धातुः कीदृशः इति चेत् अजादिः अस्ति, अनेकाच् अस्ति, एकः अच् नास्ति परन्तु अच् द्वयम् अस्ति, अतः अनेकाच् अस्ति. अतः द्वितीयं सूत्रम् इदानीं कार्यं करोति अजादेः द्वितीयस्य. तर्हि द्वितीयः एकाच् भागः कः इति चेत् ऋणु, रेपः, णकारः, उकारः, द्वितीयः एकाच् भागः, तस्य द्वित्वं भवति. तर्हि ऋणु ऋणु इति स्यात्, परन्तु तत्र रेपस्य द्वित्वं न भवति. तदर्थम् अत्र अग्रिमसूत्रमस्ति, नन्द्राः संयोगाद्योः संयोगादयः इति. संयोगस्य आदौ, संयोगः इत्युक्ते जानीमः खलु, संयोगः इत्युक्ते जानीमः संयुक्ताक्षर. हा, संयोगः इत्युक्ते इत्युक्ते व्यञ्जनद्वयं, हल् वर्णद्वयं, तयोः मध्ये अच्वर्णः नास्ति. तर्हि रेपः नकारः ऊर्णु इत्यस्मिन् रेपः नकारः संयुक्तः अस्ति, संयोगः अस्ति, रेप णकारयोः संयोगः अस्ति. तर्हि यत्र संयोगः अस्ति संयोगस्य आदौ रेपः दकारः अथवा नकारः अस्ति तेषां द्वित्वं न भवति इति अस्ति. नन्द्राः संयोगादयः इति सूत्रेण संयोगस्य आदौ रेपः णकारः अथवा दकारः अस्ति चेत् तेषां द्वित्वं न भवति. तर्हि इदानीम् अस्माकम् उदाहरणे ऊर्णु इत्यस्य ऋणु इति द्वितीयः एकाच् भागः, तस्य द्वित्वं भवति. परन्तु ऋणु इत्यत्र रेप णकारयोः संयोगः अस्ति आदौ, तत्र आदौ संयोगः अस्ति इति कृत्वा रेपस्य द्वित्वं न भवति, केवलं नु इत्यस्य एव द्वित्वं भवति इति विषयः अस्ति. अग्रिमसप्ताहे पुनः एतस्मिन् विषये चिन्तनं कुर्मः, परन्तु तावदेव तत्र विषयः. बुद्धं वा? अग्रिमसप्ताहे पुनः इदं सूत्रं पठिष्यामः. अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? नो चेत् धन्यवादः. धन्यवादः. रेकार्डिङ्ग् अपि स्थगितवती.